पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 68 ययादिरुवाच अधर्मस्य बलं सूदश्रुतं सर्वं मया विभो धर्मस्यापि बलं ब्रूहि श्रोतुं कौतूहलं मम मातलिरुवाच अध पापैरिमे यान्ति यमलोकं चतुर्विधाः सन्त्राससजननं घोरं विवशाः सर्वदेहिनः गर्भस्थैर्जायमानैश्च बालैस्तरुणमध्यमैः पुंस्त्रीणां पुंसकैर्वृद्धैर्यादव्यं जन्तुभिस्ततः शुभाशुभफलं तत्र देहिनां प्रविचार्यते चित्रगुप्तादिभिः सर्वैर्मध्यस्थैः सर्वदर्शिभिः न तेऽत्र प्राणिनः सन्ति येन यान्ति यमक्षयम् अवश्यं हि कृतं कर्म भोक्तव्यं तद्विचारितं ये तत्र शुभकर्माणः सौम्यचित्तादयान्विताः ते नरा यान्ति सौम्येन पथा यमनिकेतनम् यः प्रदत्या च विप्राणामुपानत्काष्ठपादुके सविमानेन महता सुखं याति यमालयम् छत्रदानेन गच्छन्ति पथा साभ्रेण देहिनः दिव्यवस्त्रपरिधाना यान्ति वस्त्रप्रदायिनः शिबिकायाप्रदानेन विमानेन सुखं व्रजेद सुखासनप्रदानेन सुखं यान्ति यमालयम् आरामकर्ता छायासु शीतलासु सुखं व्रजेद यान्ति पुष्पकयानेन पुष्पारामप्रदायिनः देवायतनकर्ता च यदीनामाश्रमस्य च अनाथमण्डपानां च क्रीडन्यादि गृहोत्तमैः देवाग्निगुरुविप्राणां मातापित्रोश्च पूजकः विप्रेषु दीनेषु गुणान्वितेषु यच्छ्रद्धया स्वल्पमपि प्रदत्तं तत्सर्वकामान् समुपैति लोके श्राद्धे च दानं प्रवदन्ति सन्तः श्रद्धादानेन विज्ञेयमपि वालाग्रमात्रकं यत्पात्रादिचतुष्टयं श्रद्धा तेषु सदा मम श्रद्धीयते सदा तस्मात् श्रद्धायास्तत्फलं भवेद् गुणान्वितेषु दिनेषु यच्छत्यावसधान्यपि सप्रयादि सर्वकामं स्थानं पैदामहं नृप श्रद्धया येन विप्राय दत्तं का किणिमात्रकम् सस्याद्दिव्यतिथिर्भूप देवानां कीर्तिवर्धनः तस्मात् श्रद्धान्वितैर्देयं तत्फलं भवति ध्रुवम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने पितृतीर्थवर्णने ययादिचरित्रेष्टषष्ठितमोऽध्यायः ॐ